हरिः ओम्। अगजाननपद्मार्कं गजाननमहर्निशम् अनेकदन्तं भक्तानामेकदन्तम् उपास्महे। श्रीमहागणपतये नमः। गुरवे सर्वलोकानां भीषजे भवरोगिणां निजये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः। अस्मद्गुरुचरणारविन्दाभ्यां नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। श्रीहयग्रीवमूर्तये नमः। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। श्रीमहासरस्वत्यै नमः। हरिः ओम्। सर्वे धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। यद्यपि अस्माकं प्रवर्तमानविषयः अस्ति तत्र हल् सन्धिः इति, किन्तु मध्ये तत्र मध्ये मध्ये कथायाः पठनमपि भवति इति कृत्वा अद्य कथायाः पठनं तत्र भक्तस्य प्रथमा योग्यता इति कथा। निवेदितभगिनी आगति आगतवती अस्तु। निवेदितभगिनी भवत्याः पार्श्वे अस्ति वा भगिनि? नो चेत् वाट्सप् मध्ये अस्ति भगिनि एषा कथा। तत्र किं 2015 किम् आसीत् एतद् सम्भाषणसन्देशः किम् अस्ति भगिनि? तत्र न हा सम्भाषणसन्देशः 2015 इति अस्ति। अस्तु तर्हि तत्र उषा भगिनी मैत्री एव सम्पत्तिः खलु, मैत्री एव सम्पत्तिः भक्तस्य प्रथमा योग्यता। तत्र प्रथमा कथा सा अस्ति, द्वितीया धर्मवती, द्वितीया कथा तत्र। सत्यं समीचीनं। हा अस्तु तर्हि तत्र उषा भगिनी आरम्भं करोति वा। भक्तस्य प्रथमा योग्यता। एकदा भगवान् श्रीकृष्णः अर्जुनेन सह सम्भाषणं कुर्वन् मार्गेण गच्छन् आसीत्। तत्समये आकाशे कस्यचन पक्षिणः उड्डयनं दृष्टं। तद् दृष्ट्वा कृष्णः अर्जुनम् अपृच्छत्, अर्जुन हे अर्जुन, सः गरुड इति। अर्जुनः अवदत्, आम् सः गरुडः एव इति। कृष्णः पक्षिणं पुनः परिशील्य अर्जुनम् अवदत्, सः न गरुडः अपि तु कपोतः। गरुडः विशालकायः भवति, अयं तु लघुकायः दृश्यते इति। एतत् श्रुत्वा अर्जुनः अवदत्, आम् आम् एषः गरुडः एव इति। पुनः कृष्णः निरीक्ष्य अवदत्, अर्जुन सम्यक् दृष्ट्वा पुनः वद, सः शुकः, तस्य पक्षः हरितवर्णः दृश्यते इति। अग्रे तत्र वेदभगिनी अग्रे पठति वा? अनुकल्पय भवान् मम कथनस्य समग्र अधिकृत्य न अधोभागे भगिनी, तत्र भामभागे इदानीम् अर्जुनः वदति इति नववचनं सत्यमेव। अतः ईश्वः इति तदा कृष्णः हसित्वा अपृच्छत्, किं तव दृष्टिः सम्यक् नास्ति? अहं यत् वदामि तदेव अनुकल्पयन् भवान् मम कथनस्य समर्थनमात्रं करोति। प्रत्यक्षं दृष्ट्वा स्वबुद्ध्या विचारी किमपि न वदति। सम्यक् दृष्ट्वा भवान् वदतु सः कः इति। तदा अर्जुनः वदत्, कृष्ण प्रत्यक्षं दृष्ट्वा स्वबुद्ध्या विचार्य वक्तव्यम् इत्येतत् समुचितम् एव, किन्तु अहं मम दृष्टेः अपेक्षया तव वचने विश्वसिमि आधिक्येन। अहं यदि तं पक्षिणं गरुडं वदेयं तर्हि भवान् अचिरात् एव अपोतरूपेण शुकरूपेण वा तस्य परिवर्तनं कर्तुं शक्नोति, तथा कर्तुं तम् अन्यं वक्तुं च कियान् कालः अपेक्षितः भवते? सर्वं त्वमेव, त्वं यत् इच्छसि तत् करोषि, यस्य इच्छसि तस्य परिवर्तनं करोषि। अहं तव शक्तिं जानामि, तत्र विश्वसिमि च भक्तस्य प्रथमा योग्यता नाम एतादृशी भक्तिः एव ताम् आत्मनि दृढीकर्तुं प्रयासं करोमि अहम् इति. समीचीनं. तत्र सारांशः अवगतः खलु? आम्. अस्तु, समीचीनं. तर्हि तत्र निवेदिता भगिनी इदानीं तत्र आरम्भतः पङ्क्तिशः किञ्चित् वदति वा भगिनि? आमाम्. भक्तस्य प्रथमा योग्यता विजयराजन्के एकदा भगवान् श्रीकृष्णः अर्जुनेन सह सम्भाषणं कुर्वन् मार्गेण गच्छन् आसीत्. अत्र कुर्वन् तथा गच्छन् शत्रुप्रत्ययः अस्ति. अर्जुनेन सह कुर्वन् इति तस्य कर्मपदमस्ति वा? कुर्वन् सम्भाषणं कुर्वन् सम्भाषणं कुर्वन् अपि अर्जुनेन सह इति अर्जुनेन सह उपपत्तिविभक्ति अस्ति तृतीया. सम्भाषणं कुर्वन् समीचीनं भगिनि. तत्र तत्र कारिकतृतीया नास्ति. समीचीनं. उपपद इति अपि तदनन्तरं मार्गेण गच्छन् तत्र मार्गेण तत्र मार्गेण गच्छन् आसीत्. तत्र तृतीया तु तत्र माध्यमं केन गच्छन् अस्ति. अस्तु, समीचीनं. अग्रे. तत्समये आकाशे कस्यचन पक्षिणः उड्डयनं दृष्टम्. अत्र कृत्प्रत्ययः अस्ति खलु दृष्टम्. तत्समये तत्समये सः कोऽपि पक्षिणः पक्षिणः बहुवचनमस्ति. किन्तु किञ्चित् चिन्तयामः. कस्यचन इति अस्ति खलु कस्यचन इति तत्र कस्य योगः चन. एकवचनमस्ति खलु एकवचनम् अपि विभक्ति विभक्ति अस्ति षष्टि खलु कस्यचन षष्टिविभक्ति षष्टिविभक्ति तत्समये आकाशे अत्र सप्तमीविभक्ति अस्ति तत्र सप्तमी. समीचीनं. तस्मिन् समये अथवा तत्समये आकाशे सप्तमी तदनन्तरं कस्यचन कस्यचित् तादृश कस्यापि किन्तु कस्यापि अस्ति चेत् तत्र तत्र कश्चन पुरुषः तदनन्तरं तत्र कस्यचन इति भवति चेत् कश्चन पुरुषः किन्तु कस्यचन अस्ति चेत् पुरुषः इति स्थाने किं भवति कश्चन पुरुषः किन्तु कस्यचन इति अस्ति चेत् पुरुषः इति पुरुषः पुरुष न न न कस्य इति षष्टि तर्हि षष्टि पुरुषस्य कश्चन पुरुषस्य तथैव अत्रापि पक्षिणः षष्टिविभक्ति अस्ति. अत्र विशेषणविशेषभावः अस्ति. सत्यं सत्यं. नाम कश्चन पक्षी कस्यचन पक्षिणः इति षष्टि एकवचनं. नाम तत्र कथं जानीमः तस्य उड्डयनं तत्र साक्षात् पक्षी उड्डयति इति नास्ति. पक्षिणः उड्डयनं दृश्यते अथवा दृष्टम् अस्ति. उड्डयनं ल्युडन्तं यथा पठनं गमनं तादृशम् उड्डयनं ल्युडन्तम् इति वदन्ति. अस्तु, अग्रे. तत् दृष्ट्वा कृष्णः अर्जुनम् अपृच्छत् अर्जुन सः गरुडः ननु इति. दृष्ट्वा त्वान्त दृशतस्य अपृच्छत् लङ्लकारस्ति. सः गरुड ननु ननु तद्दृष्ट्वा हा तद्दृष्ट्वा कृष्णः अर्जुनं पृष्टवान् अर्जुन सम्बोधनमस्ति अर्जुन सः सः एव गरुडः खलु इति अर्जुनः अवदत् आम् सः गरुडः एव इति अर्जुनः झटिति अवदत् उक्तवान् आम् सः गरुडः एव समीचीनं नाम अथवा तत्र अपृच्छत् इति अस्ति अतः तत्र अर्जुनः उत्तरं दत्तवान् आम् सः गरुडः एव तदपि वक्तुं तत्र शक्नुमः समीचीनम् अग्रे कृष्णः पक्षिणं पुनः परिशील्य अर्जुनम् अवदत् सः न गरुडः अपि तु कपोतः गरुडः विशालकायः भवति अयं तु लघुकाय दृश्यते इति पक्षिणम् अत्र द्वितीया विभक्तिः अस्ति कृष्णपक्षिणं पुनः परिशील्य लेवन्तरूपम् अर्जुनम् अवदत् उक्तवान् सः न गरुडः अपि तु कपोतः गरुडः विशालकाय भवति अत्र विशालकायः तत्र नाम बहुव्रीहि यस्य कायः विशालः सः विशालकायः कायः लघुकाय अपि बहुव्रीहि समासः अस्ति बहुव्रीहि एव सत्यं अविलोमपदमस्ति अयं तु लघुकाय दृश्यते अत्र दृश्यते कर्मणि रचना अस्ति खलु सत्यं सत्यं दृश्यते सः लघुकाय इति दृश्यते इति एतत् श्रुत्वा अर्जुनः अवदत् श्रुत्वा त्वान्त श्रुधातु अवदत् उक्तवान् आम् आम् एषः गरुडः एव इति अत्र तु अर्जुनः कपोतः वदति किमर्थं कपोतः एव भवेत् इति मन्ये सत्यं भगिनि तदेव चिन्तितवान् हा सत्यं आम सः एषः कपोतः एव इति भवेत् इति मन्ये सत्यं भगिनि कपोतः एव इति यतोहि तत्र अग्रे यत् लिखितमस्ति तत्र सः यः यत् कृष्णः वदति तदेव अर्जुनः अपि वदति अनुवदति इति लिखितम् अतः अत्र मुद्रणदोषः इति चिन्तयामः कपोत एव एषः कपोत एव एषः एतत् रूपमस्ति सर्वनाम् गरुडविशेष अस्ति एषः तस्य विशेषणमस्ति एषः गरुडः पुनः कृष्णः निरीक्ष्य अवदत् निरीक्ष्य लेवन्तमस्ति अवदत् उक्तवान् अर्जुन सम्यक् दृष्ट्वा पुनः वद अत्र वद आज्ञार्थमस्ति लोट्लकार लोट्लकार दृष्ट्वा पुरुषः कः नाम मध्यमपुरुषः मध्यमपुरुषः दृष्ट्वा त्वान्त पुनः वद सः शुकः तस्य पक्षः हरितवर्णः दृश्यते अत्र कर्मणि रचना अस्ति दृश्यते तत्र पक्षः इत्युक्ते कः किं तस्य पक्षः पङ्ख अतः एव नाम पक्षी इत्युक्ते इनि प्रत्ययः यस्य पक्षः अस्ति सः पक्षी यस्य गुणः अस्ति सः गुणी यस्य पक्षः अस्ति सः पक्षी इणि प्रत्ययः महोदय इणि प्रत्ययः भगिनि त्रिप्र गुणवान् यथा तत्र बुद्धिमान् गुणवान् इति अस्ति खलु अर्थः समानः एव नाम यस्य यस्मिन् वा गुणः अस्ति सः गुणवान् तत्र मतुप् इति वदन्ति प्रत्ययः तथैव समान अर्थक इनि प्रत्ययः यस्य यस्मिन् वा यस्य गुणः अथवा यस्मिन् गुणः अस्ति सः गुणी गुणिन् इति नकारन्त हलन्तपदं तथैव पक्षिण् किन्तु णत्वं भवति यतोहि तत्र रेपः इति तत्र णत्वस्य तत्र मूर्धन्यशकारः अस्ति कृत्वा अतः तत्र णत्वं भवति पक्षिण् इति भवति पक्षिण् पक्षिणः इति अतः तत्र पक्षी इति पक्षी इति इत्युक्ते यस्य पक्षः अस्ति सः पक्षी अतः तस्य पक्षः हरितवर्णः दृश्यते सः शुकः विशेषविशेषणभावः पक्षः हरितवर्णः दृश्यते अस्तु समीचीनं अग्रे अपि अग्रिमपङ्क्ति अपि वदतु भगिनि तदनन्तरम् इदानीम् अर्जुनः अवदत् तव वचनं सत्यमेव सः अस्ति शुकः इति वचनं सत्यमस्ति सः शुकः खलु इदानीम् अव्ययमस्ति अवदत् उक्तवान् लङ्लकारः तव वचनं सत्यम् एव वचनं सत्यं द्वितीयाविभक्ति विशेषविशेषणभावस्ति सत्यं तव वचनं तत्र क्रियापदं नपुंसकलिङ्गम् सत्यमेव अस्ति सत्यम् अस्ति इति साक्षात् क्रियापदम् अत्र किन्तु न दत्तम् अस्तु समीचीनं इदानीं तत्र अग्रे उषा भगिनी अग्रे आं महोदय इदानीम् अर्जुन तदा कृष्णः हसित् वा अपृच्छत् किं तव दृष्टिः सम्यक् नास्ति अधुना कृष्णः हसन् अपृच्छत् अर्जुनं किं तव दृष्टिः सम्यक् नास्ति दृष्टिः सम्यक् नास्ति वा इति पृच्छति कृष्णः पृष्टवान् अहं यत् वदामि तदेव अनुकथयन् भवान् मम कथनस्य समर्थनमात्रं करोति अहं यत् किमस्ति महोदय किञ्चित् वदतु अहं यत् वदामि इत्युक्ते कृष्णः अहं यद् वदामि तदेव अर्जुनः अपि वदति मम कथनस्य समर्थनमात्रं करोति अर्थः कः यत् अहं वदामि तदेव भवान् अपि कथयति इति तत्र अनु इत्युक्ते कः अर्थः फालो इति अनुकथयन् तदेव नाम समीचीनं समीचीनं नाम अनु इत्युक्ते समानक्रिया अन्य कोऽपि तामेव क्रियां कृतवान् इदानीम् एषः अपि तामेव क्रियां करोति तत्र कृष्णः कथयति अर्जुनः अनुकथयति अनुकथयति समीचीनम् अपि अनुकथयति तदेव अनुकथयति तदनन्तरं तत्र सः किं करोति अन्यत् करोति सः किं करोति मम कथनस्य समर्थनमात्रं करोति इत्युक्ते मम कथनस्य समर्थनमात्रम् ईक्वल् इति अस्ति वा महोदय कथनस्य समर्थनं नाम तत् सत्यमस्ति यद् भवान् उक्तवान् तदेव सत्यमस्ति नाम कृष्णः यदि वदति सः शुकः अर्जुनः किं वदति आमां सः शुकः तदनन्तरं सत्यमस्ति सः शुकः एव इति समर्थनं करोति खलु नाम यत् कृष्णः उक्तवान् तत् सत्यम् इति समर्थयति समर्थनं करोति नाम तत् सत्यं तत्र प्रत्यक्षं दृष्ट्वा स्वबुद्ध्या विचार्य किमपि न वदति स्वबुद्ध्या विचार्य किमपि न वदति भवान् तु स्वस्य बुद्धि न उपयोगं करोति उपयोगं न करोति यत् अहं वदामि तदेव समर्थनं करोति भवान् इति प्रत्यक्षं दृष्ट्वा प्रत्यक्षम् इत्युक्ते प्रत्यक्षं दृष्ट्वा प्रत्यक्षं लैक् प्रत्यक्षं अङ्कोशे देखावा समीचीनं चक्षुषा चक्षुषा दृष्ट्वा दृष्ट्वा तत्र तत्र किम् अस्ति ज्ञानस्य चतुर्विधम् अस्ति प्रत्यक्षज्ञानं प्रत्यक्षज्ञानं नाम इन्द्रियैः लब्धं ज्ञानम् चक्षुषा श्रवणेन्द्रियेण वा रसनेन्द्रियेण वा त्वचा तत्र यदि वयं पुस्तकं स्पृशामः पुस्तकम् अस्ति इति ज्ञानं तत्र त्वचा लभ्यते किमपि पश्यामः ओ सः तत्र गच्छन् अस्ति तत्र त्वचा तत्र चक्षुषा ज्ञानं प्रत्यक्षज्ञानम् इति वदामः तदनन्तरं तत्र अनुमानम् इति अस्ति उपमानम् इति अस्ति अपि शाब्दबोधः नाम शास्त्रे किम् उक्तमस्ति तत् केवलं शब्देन एव वयम् अवगच्छामः खलु तत्र परमात्मा अस्ति इति तत्र तस्य ज्ञानं तत्र केवलं श्रुतिवाक्येन एव वयम् अवगच्छामः खलु तत्र प्रत्यक्षज्ञानं नास्ति वयं तत्र साक्षात् तत्र न द्रष्टुं शक्नुमः अतः तत्र प्रत्यक्षं दृष्ट्वा यद् भवतः तत्र पुरतः अस्ति तद् दृष्ट्वा अपि तदनन्तरं किं कृत्वा विचार्य नाम किं दृश्यते इति बुद्ध्या विचार्य बुद्ध्या इति तत्र माध्यमं खलु माध्यमं स्वबुद्ध्या विचार्य विचारणं कृत्वा केन सहायेन कस्य सहायेन बुद्धेः सहायेन स्वबुद्ध्या किमपि न वदति नाम तद् न करोति एतादृशमार्गः भवतः नास्ति किन्तु केवलं यद् वदामि तस्तद् अनुवदति भवान् अतः किं करोतु सम्यक् सम्यक् दृष्ट्वा भवान् वदतु सम्यक् इदानीं सम्यक् दृष्ट्वा भवान् वदतु सः कः इति नाम सः शुकः वा गरुडः वा अथवा कपोतः वा इति वदतु इति श्रीकृष्णः अर्जुनं वदति अस्तु अग्रे तदा अर्जुनः अवदत् हे कृष्ण प्रत्यक्षं दृष्ट्वा स्वबुद्ध्या विचार्य वक्तव्यम् इत्येतत् समुचितम् एव किन्तु अहं मम दृष्टेः अपेक्षया तव वचने अर्जुनः वदति अपि हे कृष्ण प्रत्यक्षं दृष्ट्वा स्वबुद्ध्या विचार्य वक्तव्यम् इत्येतत् समुचितम् एव परन्तु प्रत्यक्षं दृष्ट्वा अहं मम चक्षुषा दृष्ट्वा मम बुद्ध्या मम बुद्धिः उपयोगं कृत्वा बुद्धेः उपयोगं कृत्वा वदनीयम् इति मम आशा अस्ति मया वक्तव्यम् इति मम आशा अस्ति इति वदनीयं न आशा न इत्येतत् तत्र कः सन्धिः इत्येतत् इति एतत् इति एतत् इकार एकार इति एतत् यण् सन्धि अस्ति उत्तमं भगिनि यकारस्य आदेशः उत्तमम् इत्येतत् समुचितम् एव नाम तत् सम्यक् एव तदेव करणीयम् अस्माभिः नाम प्रत्यक्षं दृष्ट्वा स्वबुद्ध्या विचार्य तदनन्तरमेव वक्तव्यम् एषः मार्गः एव उचितः मार्गः तत् सत्यं तत् सत्यमेव परन्तु अहं मम दृष्टेः अपेक्षया तव वचने विश्वसिमि अधिक विश्वसिमि इति न विश्वसिमि विश्वस्वैकारः विश्वसिमि विश्वसिमि कीदृशपदं महोदय तत्र विश्वासं करोमि इति हा इति अर्थः विश्वसिमि विश्वासं करोमि करोमि तर् इति आधिक्येन अर्थः कः आधिक् आधिक्येन आधिक्येन मेजारिटि आफ् टैम्स् एक न न न न न न न न तादृशं नास्ति एव भगिनि एकनिमेषः आधिक्येन आधिक्येन तत्र किमस्ति तत्र भगिनि तत्र प्रायशः तत्र मूलपदम् अत्र अस्ति अपेक्षया इति ओ ओके किन्तु अहं मम दृष्टिः अपेक्षया अस्ति चेत् तत्र तस्मात् प्राक् का विभक्तिः भवेत् किमपि उदाहरणं वदतु अपेक्षया इति उपयुज्य वाक्यं मम अपेक्षया मम पुत्री सम्यक् गायति इति अस्ति चेत् तत्र मम अपेक्षया इति आसीत् खलु समीचीनं वाक्यं तत्र मम अपेक्षया तर्हि मम इति विभक्ति का मम इति वदति विभक्ति षष्टि विभक्ति मम षष्टि हा तथैव मम दृष्टेः दृष्टेः इति किमस्ति विभक्ति षष्टि एव महोदय हा मम दृष्टेः अपेक्षया तव तव वचने विश्वसिमि नाम ऐ बिलीव् इन् युवर् सेल्फ् इति तव वचने विश्वसिमि तत्र विश्वासः विश्वासः विश्वासः भाववाचकपदमस्ति चेत् तत्र विभक्ति का भवति सप्तमी कस्मिन् विश्वासः अस्ति तव वचने हा तव वचने विश्वासः अस्ति आधिक्येन नाम दृष्टिः इति दृष्टिः मध्ये मम दृष्टौ किञ्चित् विश्वासः अस्ति मम किन्तु तव वचने विश्वासः अधिकः अस्ति मम आधिक्येन इत्युक्ते अधिकम् अस्ति इति अधिकम् अस्ति हा अधिकमस्ति अधिकम् आधिक्येन विश्वसिमि नाम अधिकः विश्वासः अपेक्षया अस्ति खलु तर्हि तत्र अपेक्षया अस्ति चेत् तुलना भवति खलु इत्युक्ते कृष्णस्य वचने अर्जुनस्य विश्वासः अधिकः अस्ति यत् स्वयं पश्यति स्वप्राप्तं नाम प्रत्यक्षज्ञानस्य अपेक्षया कृष्णस्य वचने विश्वासः अधिकः अस्ति अवगतम् आं महोदय अग्रे अहं यदि तं पक्षिणं गरुडं वदेयं तर्हि भवान् अचिरात् एव कपोतरूपेण शुकरूपेण वा तस्य परिवर्तनं कर्तुं शक्नोति अहं यदि तं पक्षिणं विशेषणविशेष्यं कर्मपदम् यदि अहं गरुडम् इति वदेयं भवान् अचिरात् कपोतरूपः अथवा शुकरूपः परिवर्तनं करोति रूपेण परिवर्तयति अथवा परिवर्तनं कर्तुं शक्नोति तत्र शक्नोति यत्र अस्ति तस्मात् प्राक् सर्वदा तुमुन् प्रायशः भवति खलु पठितुं शक्नोमि कर्तुं शक्नोमि गन्तुं शक्नोमि गन्तुं शक्नोति इति एव तत्र शक्नोति अस्ति चेत् प्रायशः तस्मात् प्राक् तुमुन् एव भवेत् अथ कर्तुम् इति अस्ति. अचिरात्, अचिरात् नाम शीघ्रं, झटिति, झटिति. वदेयं, वदेयम् इत्युक्ते लकारः कः? वदे, गरुडं वदेयम्. उत्तम उत्तमपुरुषः अस्ति महोदय. वदेयं न समीचीनम्, अहं वदेयं समीचीनं, किन्तु लकारः विधिलिङ्ग् इति, विधिलिङ्गं महोदय. हा हा, सम्भावनार्थे गरुडं तत्र वदेयं. परिवर्तनं कर्तुं शक्नोति इति कृष्ण अर्जुनः वदति कृष्णं प्रति. तथा कर्तुं तम् अन्यं वक्तुं च कियान् कालः अपेक्षितः भवेत् भवते. तथा कर्तुं तम् अन्यं वक्तुं, तम् अन्यं वक्तुं च कियान् कालः अपेक्षितः भवति. तत्र वाक्यस्य आकृतिः अवगत कीदृशी? अन्यं वक्तुं च कियान् कालः, लैक् अर्थं जानामि महोदय, परन्तु कथं वदनीयं महोदय? तम् अन्यं वक्तुं तत्र चकारः अस्ति, चकारः अस्ति, चकारः समूहं सूचयति खलु. अत्र समूहः कः? समूहे कति सदस्याः सन्ति? अन्यं वक्तुं च नाम रामः, लक्ष्मणः, सीता च इति अस्ति चेत् तत्र समूहे तत्रि हा सदस्यत्रयम् अस्ति. त्रयम् अत्र कति सदस्याः सन्ति समूहे? अपि ते के समूहे? पक्षि, पक्षिणः एव. अत्र न वाक्ये, वाक्यस्य समूहः भगिनि. परिवर्तनं कर्तुं न तथा तथा कर्तुं तम् अन्यं वक्तुं च. अतः कति कति सदस्याः तर्हि? च इत्युक्ते एकमस्ति तथा कर्तुम्, अन्यमस्ति वक्तुम्. हा उत्तमं भगिनि, तथैव. तर्हि सदस्यद्वयम्. उत्तमं. तथा कर्तुम् अपि तम् अन्यं वक्तुम् इति च नाम तथा कर्तुं नाम परिवर्तनं. परिवर्तनं हा परिवर्तनं. गरुडं पक्षिन् पक्षी अस्ति किन्तु तं शुकरूपेण वा अथवा कपोतरूपेण परिवर्तनं तथा कर्तुम्. अपि अन्यत् किं कर्तुं? सः तं यत् तत्र पक्षी अस्ति चेत् पक्षिणं अन्यम् अस्ति नाम ओ पक्षिणं दृष्ट्वा कपोतः अस्ति, कपोतम् अन्यं वक्तुं नाम सः अन्यः अस्ति इति वक्तुं. कियान् कालः अपेक्षितः भवति च एतावत् अवगतं. तथा कर्तुं तम् अन्यं वक्तुं च तद् एतद्वयकार्यद्वयं कर्तुं कियान् कालः, कियान् कालः कियत् कियत् पुल्लिङ्गे अस्ति इति कृत्वा कियान् कालः हौ मच् कियान् कालः अपेक्षितः. अपेक्षितः इत्युक्ते न न अपेक्षितः आवश्यकः. आवश्यकः कियान् कालः अपेक्षितः अत्र भवते, भवते इति तत्र विभक्ति का भवति? भवत् भवति वन् भवते भवतु न न भवान्, भवान् पदस्य विभक्ति चतुर्थी महोदय. हा उत्तमं, हा उत्तमं, हा तर्हि भवते अपेक्षितः नाम भवान् तत्र भवत्याः कृते नाम भवान् कियत् का तत्र कालस्य भवान् तत्र बहुकालम् आवश्यकम् अस्ति वा भवत्याः कृते तत्र परिवर्तनं कर्तुं न झटिति एव करोति अतः हा अतः कियान् कालः अपेक्षितः भवति नाम भवान् तु झटिति करोति तत्र कालस्य आवश्यकता एव अस्ति समयस्य आवश्यकता एव अस्ति भवान् झटिति करोति हा अतः यदि अहं किमपि वदामि झटिति परिवर्तनमपि भवान् नूतनमपि वदति वक्तुं शक्नोति सर्वं त्वमेव सर्वं भगवान् एव त्वमेव महोदय तस्य वाक्यस्य अर्थं न अवगतवती अहं तथा कर्तुं तम् अन्यं वक्तुं च कियान् कालः अपेक्षितः भवति इत्युक्ते किम् एक तर्हि प्रथमतया भगिनी तत्र च इति अस्ति न तत्र कार्यद्वयं कर्तुं वक्तुं तथा कर्तुं नाम पक्षी अस्ति किन्तु पक्षी यदस्ति यः अस्ति तं पक्षीणं शुकरूपेण वा कपोतरूपेण परिवर्तनं कर्तुं तथा कर्तुं नाम परिवर्तनं कर्तुम् अपि तम् अन्यम् इति वक्तुं नाम पक्षी वा न शुकः अस्ति खलु इति अतः अन्यः अस्ति अतः अन्यं वक्तुम् अन्यत् अस्ति अन्यः अस्ति खलु इति वक्तुं तर्हि तम् अन्यं वक्तुं यः अस्ति पक्षी अस्ति किन्तु सः पक्षी नास्ति सः तु कपोतः खलु इति तम् अन्यं वक्तुम् एकनिमिष एतावत् अवगतं खलु एतद् कार्यद्वयं कर्तुं भवान् कियत् कालः भवते अपेक्षितः नाम भवान् कियान् कालः स्वीकरोति एतत् सर्वं कर्तुं परिवर्तनं कर्तुं तदनन्तरं वक्तुं कियान् कालः भवान् स्वीकरोति कियत् कालम् अपेक्षितः भवतः कृते इत्युक्ते भवान् क्षणेन हौ मच् टैम् यु नीड् टु डू दिस् इति अर्थे अच्छा ओके नाम झटिति एव भवान् करोति इति अर्थः खलु नाम कियान् कालः अपेक्षितः भवते वाट् टैम् इस् नेसेसरि वाट् टैम् डु यु थिङ्क् यु नीड् टु डू दिस् ओके ओके धन्यवादः एतदेव विश्वासमस्ति खलु हा सत्यं भगिनि सः एव सत्यं कियान् कालः अपेक्षितः भवते नाम झटिति करोति तत्र क्षणेन अर्धक्षणेन एतत् सर्वं भवान् कर्तुं शक्नोति अग्रे त्वं यत् इच्छसि तत् करोषि त्वं यत् इच्छसि तत् त्वं करोषि तत् त्वं करोषि यस्य इच्छसि तस्य परिवर्तनं करोषि एतस्य परिवर्तनम् इति इच्छसि चेत् तस्य परिवर्तनं करोति करोषि अहं तव शक्तिं जानामि अहं तव शक्ति तु अहं जानामि षष्टि अस्ति तत्र तव इति षष्टि अस्तु तव इति षष्टि शक्तिम् इति कर्मपदं जानामि शक्तिः जानामि शक्तिः स्त्रीलिङ्गे अस्ति न महोदय आं सत्यं भगिनि सत्यं तत्र विश्वसिमि च भक्ति इति इदानीं पुनः भगिनि च इति अस्ति समूहः कः इदानीं शक्तिं जानामि विश्वसिमि तर्हि तादृश तत्र चकारः अस्ति चेत् तत्र समूहः अस्ति इति यदा वयं पठामः तस्य सङ्केतः अपि भवति अतः अहं तव शक्तिं जानामि तत्र विश्वसिमि च इति पठनीयम् अहं तव शक्तिं जानामि तत्र विश्वसिमि च इति यदि वदामः तरः तथा ओ अस्तु अस्तु तत्र जानामि विश्वसिमि च इति अस्ति इति वयं नो यदि अहं तव शक्तिं जानामि तत्र विश्वसिमि च इति यदि वदामः तत्र अवगमनं क्लेशकरं भवति तावदेव. प्रथमा योग्यता नाम एतादृशी शक्तिः एव भक्तिः भक्तिः इदानीं भक्तिः एतादृशी भक्तिः एव खलु. एकनिमिषं महोदय. अहं तव शक्तिं जानामि तत्र विश्वसिमि च भक्तस्य प्रथमा योग्यता नाम एतादृशी भक्तिः एव. अर्थः कः? अहं कृष्णः अर्जुनः वदति तव शक्तिम् अहं जानामि अपि च विश्वसिमि तत्र विश्वसिमि करोमि. नाम शक्त्यां मम विश्वासः अस्ति. सप्तमी शक्त्यां मम विश्वासः भवतः शक्त्यां मम विश्वासः अस्ति इति शक्तिं जानामि तत्र विश्वसिमि इति अस्ति. विश्वासः अस्ति भक्तस्य प्रथमा योग्यता नाम एतादृशी भक्तिः एव. अतः कः इदानीं भक्तस्य प्रथमा योग्यता नाम भक्तस्य प्रथमा योग्यता इत्युक्ते किं? भक्तस्य इत्युक्ते भक्तः कृष्णं पूजयति सः ते न नाम भक्तस्य प्रथमा योग्यता इत्युक्ते प्रथमा योग्यता तत्र कोऽपि अधिकारी अस्ति तत्र मन्त्री इति चिन्तयतु. एतावत् सः मन्त्रिः नास्ति किन्तु केचन जनाः चिन्तयन्ति सः मन्त्रिः भवेत् इति खलु. इति सन्दर्भः इति चिन्तयतु. तर्हि प्रथमप्रश्नः किं भवति? तस्य योग्यता अस्ति वा इति भवति खलु. तस्य योग्यता अस्ति वा न वा मन्त्रिपदवीं स्वीकर्तुं तस्य योग्यता अस्ति न वा इति भवति खलु. योग्यता अर्हति वा सः तं पदवीम् अर्हति वा इति प्रश्नः भवति खलु. अत्र भक्तस्य प्रथमा योग्यता नाम सः ये कोऽपि अस्ति सः भक्तः इति नाम तस्य कर्तुं सः भक्तः इति वक्तुं सः कोऽपि इति चिन्तयतु. कोऽपि तत्र कोऽपि अस्ति तत्र मुरळी इति चिन्तयतु. इदानीं मुरळीः तत्र भगवतः भक्तः अस्ति इति यदि वक्तुम् इच्छामः तर्हि तस्मिन् योग्यता भवेत् खलु. नो चेत् भक्तः इति एव न वक्तुं शक्नुमः खलु. भक्तिः नाम किमपि भवेत् तर्हि तत्र योग्यता सः योग्यः वा भक्तिः इति नामकरणं तस्य भवति इति तस्मात् प्राक् योग्यता प्रदर्शनीया भवति. सः भक्तः आमामां तत्र यथा वयं वदामः सः उत्तमः तत् कथं सः उत्तमः किमपि वदतु समाधानं ददातु न ये सः एतत् कृतवान् एतत् कृतवान् अतः सः उत्तमः इति यथा वदामः तथैव वदतु भगिनि. मतलब जिस प्रकार हम भगवान के किसी गुणों को देखकर उसे अपना आराध्य मानते हैं तो वैसे भगवान भी अपने भक्तों के पास कुछ विशिष्ट गुणों को देखता है और उसे अपनाता है. यह भाव है. सत्यम. अतः भक्त इति भवितुं योग्यता भवेत् प्रथमतया अतः प्रथमा योग्यता, भक्तस्य प्रथमा योग्यता, एषः पुरुषः अथवा एषा महिला भक्तः अथवा भक्ता इति भवितुं योग्यता अस्ति न वा इति परिशीलनीयम्. अतः अत्र अर्जुनः वदति सा योग्यता का अस्ति, सा योग्यता का अस्ति, भक्तः इति भवितुं योग्यता का अस्ति, एतादृशी भक्तिः एव, भक्तिः एव योग्यता, प्रथमा योग्यता एतादृशी भक्तिः, नाम दृढविश्वासः. भगवती दृढविश्वासः एव प्रथमा योग्यता. यदि भगवती दृढविश्वासः नास्ति चेत् भक्तः इति एव वक्तुं न शक्नुमः इति अर्जुनः वदति. समीचीनं वा? अत्र किम् अत्र विश्वसिमि च जानामि, भक्तस्य प्रथमा योग्यता नाम एतादृशी भक्तिः एव नाम. अस्तु भगिनि, प्रथमतया भक्तस्य प्रथमा योग्यता नाम एतादृशी भक्तिः एव. तत्र तादृशं लघु उदाहरणवाक्यं कुर्मः. तत्र मन्त्रिः, तत्र मन्त्रिणः प्रथमा योग्यता नाम तत्र कार्ये उत्तमः भवेत् इति खलु. योग्यता किमस्ति? कार्ये उत्तमः भवेत्, उत्तमता भवेत्, उत्तमत्वं कार्ये, सः उत्तमरीत्या कार्यं करोति चेत् सः योग्यः. सः किमपि तत्र कष्टकरकार्यं कर्तुं, मन्त्रीपदवी अस्ति चेत् तत्र सुलभः नास्ति खलु. बहु किमपि तत्र तस्मिन् सन्दर्भे करणीयमस्ति मन्त्रिणा. अतः यदि एषः पुरुषः उत्तमरीत्या कार्यं करोति चेत् सः योग्यता, स तस्मिन् मन्त्रीपदवीं स्वीकर्तुं योग्यता अस्ति. अतः योग्यता नाम उत्तमता इति उदाहरणे अत्र किमस्ति, भक्तस्य प्रथमा योग्यता किमस्ति, एतादृशी भक्तिः एव. तर्हि योग्यता का अस्ति? भक्तिः. एतादृशी भक्तिः, एतादृशी भक्ति इत्युक्ते यत्र सः जानाति भगवतः शक्तिं, जानाति अपि भगवतः शक्त्यां विश्वासः अस्ति. तादृशी भक्तिः एव भक्तस्य प्रथमा योग्यता. यदि कस्मिंश्चित् तादृशः विश्वासः नास्ति चेत् सः भक्तः इति एव वक्तुं न शक्नुमः वयम् इति वदति. अवगतम्? अवगतं महोदय. परन्तु अर्जुन किमर्थम् अत्र किमर्थम् एतद् वदति? अग्रे अग्रे पठतु अग्रिमवाक्यं. ताम् आत्मनि दृढीकर्तुं प्रयासं करोमि अहम् इति. ताम् इत्युक्ते किम्? ताम् आत्मनि, ताम् ताम् आत्मनि दृढीकर्तुं. ताम् इति पदस्य विभक्ति अपि तत्र लिङ्गं वदतु. सा ते ताः ताम् कर्मपदमस्ति. आत्मनि सप्तमी विभक्ति अस्ति तत्र. तर्हि तत्र स्त्रीलिङ्गं खलु ताम् इत्युक्ते? आं महोदय. इत्युक्ते ताम् अग्रे आत्मनि दृढीकर्तुं. तर्हि कर्मपदं किमस्ति? दृढीकर्तुम् इति अस्ति. दृढीकर्तुम् इति क्रियायाः क्रियासूचकस्य कर्मपदं किमस्ति? ताम् योग्यताम्. योग्यताम् अथवा तां भक्तिं योग्यताम् अथवा भक्तिं हा समानं हा तां योग्यताम् अथवा तां भक्तिम् आत्मनि दृढीकर्तुं प्रयासं करोमि अहम् इति अहं प्रयासं करोमि नाम भक्तः अस्मि एव किन्तु आधिक्येन तत्र भक्तिः भवेत् मम तत्र मम भक्तेः वर्धनं भवेत् यावत् अस्ति तावत् तेन पर्याप्तं नास्ति अतः तत्र सा भक्तिः अथवा सा योग्यता दृढा तत्र दृढा दृढा को दृढी वा तत्र किमस्ति दृढा इति वा दृढी वा कोऽपि जानाति वा दृढीकरोमि च्वेरूपम् अस्ति किन्तु किन्तु केवलं तत्र नामपदं दृढः इति पुल्लिङ्गे नामपदं स्त्रीलिङ्गे स्त्रीलिङ्गे दृढः इति तस्य स्त्रीलिङ्गरूपं किम् अस्ति इति न स्मरामि दृढः दृढः दृढा इति अस्ति वा दृढः दृढा दृढम् दृढा इति वा अस्तु अस्तु दृढः दृढः दृढा अस्तु दृढा दृढा भक्तिः अथवा योग्यता दृढा भवेत् इति प्रयासं करोमि एतावत् भक्तिः अस्ति किन्तु सा भक्तिः दृढा नास्ति नाम सम्यक् रीत्या स्थापिता नास्ति दृढा नाम तस्मिन्नेव स्थाने भवति खलु तादृशी भवेत् नाम दृढा भवेत् अतः दृढीकर्तुम् आत्मनि नाम स्वस्मिन् मयि दृढीकर्तुम् अहं प्रयासं करोमि उषा भगिनी इदानीम् अवगतम् आम् महोदय नाम सः किमर्थं योग्यता वदति यतोहि तस्याः दृढीकरणं सः इच्छति नाम उदाहरणेन सर्वे भक्ताः तादृशाः भवेयुः इति अपि खलु अत्र इति वार्ता अत्र अस्तु समीचीनम् अस्ति इदानीम् अग्रे सरामः एतावत् कोऽपि प्रश्नः महोदय अर्जुनः किं वदति तत्र एतत् पेराग्राफ् किं पेराग्राफ् परिच्छेदे किं वदति इत्युक्ते अर्जुनः कृष्णं प्रति विश्वासः अस्ति श्रद्धा अस्ति विश्वासः अपि अस्ति परन्तु तस्य दृढं कृत्वा कर्तुमिच्छति तत् कारणेन कृष्णः यत् वदति यत् वदति तत् अनुसृत्य अनुकथनं करोति इति सत्यं सत्यं नाम एतावत् सः किम् एतावत् यत् कृतवान् तत् किमर्थं कृतवान् इत्युक्ते सः भगवती विश्वसिति भगवतः वचने विश्वसिति विश्वासं करोति स्वबुद्ध्या स्वबुद्धेः अपेक्षया सः भगवतः वचने विश्वासः अधिकः अस्ति अतः तत्र वयं तत्र किं वयं लोके किमपि पश्यामः भगवतः वचनं स्मरामः किं सत्यम् इत्युक्ते भगवतः वचनमेव सत्यम् इति तादृशी दृढनिश्चयः अस्माकम् अस्मासु भवेत् इति नाम भक्तिः सर्वेषु अस्ति किन्तु तत्र प्रश्नः सर्वदा खलु अस्माकं मनसि सर्वदा अस्तु भक्तिः अस्ति किन्तु सा भक्तिः का किं दृढा अस्ति वा न दृढा अस्ति वा इति सर्वदा भवति खलु अतः सः वदति अर्जुनः अपि वदति मम भक्तिः अस्ति किन्तु भक्तेः दृढीकरणम् अहं कर्तुम् इच्छामि, अतः तस्मिन् तद् भवतु इति अहं प्रयासं करोमि. हा, यावदपि तत्र तत्र वयं कदापि न वक्तुं शक्नुमः इदानीं दृढः अस्ति, दृढः अस्ति इति खलु, भक्ति दृढः अस्ति भक्तिः इति न वक्तुं शक्नुमः खलु. केवलं सः भगवान् एव वक्तुं शक्नोति अस्तु अस्तु तव भक्तिः दृढः अस्ति, किन्तु वयं स्वयं तत्र अस्माकं भक्तिः भक्तेः विषये किमपि न वक्तुं शक्नुमः खलु, केवलम् आदि प्रयत्नं करोमि. हा, तस्य हा इति दृढीकर्तुं प्रयासं कर्तुं शक्नुमः वयम्. अस्तु, सः वदति तद् एव करोमि. अस्तु, नाम तत्र भक्तः अस्मि इति तादृशपात्रं खलु, पात्रं नाम तादृश रोल्, तत् रोल् इति अपि नास्ति तत्र पार्ट्, तत्र हा नाम तत्र यथा तत्र कोऽपि पुरुषः पिता अस्ति, पुत्रः अस्ति किन्तु पिता अस्ति चेत् तत् पात्रं खलु, तत् विशिष्टपात्रम् अस्ति रोल्. हा, भक्तः इति अपि एकं पात्रम् अस्ति, तस्य पात्रस्य योग्यता भवेत् खलु, तद् अहम् इच्छामि. अस्तु, मयि भवेत् इति इच्छामि. समीचीनमस्ति, अस्तु तर्हि. हा, तर्हि तत्र अग्रे किम् अग्रिमा कथा वा अथवा अन्या कथा, तत्र किं चिन्तनं पश्यन्तु अग्रे किं तत्र. कां कथां पठामः इति चिन्तयन्तु. धर्मवती इति अस्ति अग्रे, तदेव पठामः वा, तामेव पठामः वा. अस्तु अस्तु, तर्हि क्रमशः यदस्ति तदेव. अस्तु अस्तु, समीचीनं. हा अस्तु, तर्हि इदानीं तत्र पठामि वा. अस्तु, पठतु भगिनि, अम्बेदा भगिनि पठतु. कस्मिंश्चित् लघुग्रामे कश्चन युवकः आसीत् कश्चन युवकः आसीत्, सः महादरिद्रः. कस्याचित् विधवायाः कृषिक्षेत्रे कृषिं करोति स्म सः. सा तु नितरां कृपणा आसीत्. युवकेन महता श्रमेण कर्षणं कृतं चेदपि एकस्मिन् पर्वसमये शालीसस्यमञ्जरीषु धान्यानि नैव उत्पन्नानि. तत् दृष्ट्वा कुपिता सा विधवा, तव पादगुणः असमीचीनः स्यात्, इतः गच्छ त्वम् इति तर्जयित्वा तस्मै वेतनम् अपि अदत्त्वा तं गृहात् प्रेषितवती. एतत् दृष्ट्वा जनाः परस्परम् अवदन्, तया देवाः न प्रार्थिताः, देवाय नैवेद्यमपि न यत्किमपि नैवेद्यम् अपि न समर्पितम्. अत एव तस्याः सस्यमञ्जरीषु धान्यं न सञ्जातम्, युवकेन कोऽपि दोषः नैव कृतः इति. युवकेन विना भोजनं सः ग्रामः त्यक्तः. अन्यः ग्रामः गतः च. तत्र कस्यचित् क्षेत्रस्य मध्ये एकः कुटीरः दृष्टः. तत् समीपं गत्वा सः द्वारं ताडितवान्. तदा अन्तभागतः आगता काचित् वृद्धा द्वारम् उद्घाट्य, किं भोः, किमर्थं द्वारताडनं कृतं भवता इति अपृच्छत्. हा, समीचीनम्. अस्तु, इदानीम् अग्रे तत्र निवेदिता भगिनी. प्राप्तुं शक्नोमि. कुत्र अस्ति वृत्तिसंज्ञा? तत्र अग्रिमे पुटे भगिनि, तत्र धर्मवती इति प्रथमं पुटं युवकस्तु महता आश्चर्येण तदा युवकः धैर्येण इति वामभागे वामभागे तृतीयपरिच्छेदः 68 तत्र चित्रमस्ति भगिनि, तत्र युवकः अस्ति अपि वृद्धा अपि अस्ति तत्र वामभागे युवकेन विना भोजनं सह ग्रामं तस्य अनन्तरम् अग्रिम तदा युवकः दैन्येन अवदत् यः आरभ्य नैव खादितं मया किमपि अल्पम् अन्नं दत्तं चेत् अहम् उपकृतः स्याम् इति किन्तु सा वृद्धा द्रष्टुं पुष्टकायोऽसि किमर्थं कार्यं न क्रियेत् याचनं वरं न इति उक्त्वापि जातकरुणा सा तस्मै अन्नादिकम् अयच्छत् तेन भोजनेन निवारितबुभुक्षः सः कृतज्ञतां प्रकटय्य अम्ब त्वया उक्तं यत्किमपि कार्यं कर्तुम् अहं सज्जः त्वं मां पुत्रं मन्तुम् अर्हसि इति अकथयत् वृद्धा स्वस्य अल्पस्य क्षेत्रस्य कर्षणोत्तरदायित्वं तस्मै अयच्छत् मम गृहे वसन् त्वं श्रद्धया कृषिं कुरु निर्धता अहं तुभ्यं वेतनं दातुं न प्रभवामि किन्तु प्राप्ते फलोदये पञ्चसु एकः भागः तुभ्यम् अवश्यमेव दीयते इति सा उक्तवती सन्तुष्टः युवकः सर्वं कार्यं सम्यक्तया अकरोत् सस्यमञ्जर्यः वर्धनं प्राप्य मञ्जर्यः वर्धनं प्राप्य पोषकरसपूर्णाः अभवन् तदा युवकः धान्यानि परीक्षितवान् किन्तु तस्य दूरदृष्टवशात् तासु सस्यमञ्जरीषु सम्यक्तया धान्यानि दूरदृष्टवशात् दूरदृष्टवशात् किमर्थं दूर नास्ति दूरदृष्टवशात् तासु तत्र सस्यमञ्जरीषु तत्र दूरदृष्ट्याः अभावः अस्ति खलु अत्र दूर इत्युक्ते दूरदृष्टं तत्र सम्यक् नास्ति इति तत्र दूरदृष्टं दो दीर्घ अस्ति न दीर्घः नास्ति धुर् इति दूरदृष्टवशात् तासु सस्यमञ्जरीषु सम्यक्तया धान्यानि नैव सञ्जातानि एतत् दृष्टवतः युवकस्य महत् दुःखम् अभवत् मयि विश्वस्य वृद्धया कृषिकार्यं कारितं किन्तु मम दौर्भाग्यस्य कारणतः सस्यमञ्जरीषु धान्यांशाः नैव दृष्टाः अतः मया वृद्धायै मुखं न दर्शनीयम् एतं ग्रामं त्यक्त्वा अन्यत्र गन्तव्यम् इति तेन निर्णयः कृतः अनन्तरदिने प्रभाते वृद्धां सकृतदूरात् दृष्ट्वा गमिष्यामि इति विचिन्त्य सः वातायनद्वारा वृद्धाम् अपश्यत् सा तु देवम् आराधवन्ती उपविष्टा आराधयन्ती उपविष्टा आसीत् तुरादेव तां नमस्कृत्य ततः प्रस्थितवान् सः क्षेत्रे गमनसमये सस्यमञ्जरीणां स्पर्शः अभवत् आश्चर्यं भारवस्तुनः स्पर्शः इव अनुभूतः तेन कुतूहलवशात् सः सस्यमञ्जरीणां परीक्षणम् अकरोत् आश्चर्यं नाम तासु सस्यमञ्जरीषु स्वर्णधान्यानि उत्पन्नानि आसन् युवकस्तु महता आश्चर्येण अम्ब अम्ब इति आक्रोशन् पर्णकुटीरं प्रविष्टवान् अस्माकं शालीसस्य मञ्जरीः पश्य इति वदता तेन सा आहुता वृद्धा क्षेत्रम् आगत्य सस्यमञ्जरीणां परिशीलनम् अकरोत् तासु सुवर्णधान्यानि दृष्ट्वा महत् आश्चर्यम् अनुभवन्त्याः तस्याः नेत्राभ्याम् आनन्दाश्रूणि निर्गतानि यथा पूर्वं प्रतिज्ञातं तथा फलोदयस्य पञ्चमं भागं तस्मै युवकाय दत्तवती तेनैव सा धर्मवती इति ख्याता जाता युवकस्तु महान् धनिकः अभवत् यद्यपि सः धनिकः अस्ति तथापि धर्मवत्याः क्षेत्रस्य कर्षणादिकं तु तेन न परित्यक्तम् वृद्धायाः मरणस्य अनन्तरं तस्याः नाम्नि तेन देवस्थानमेकं निर्मितं ततः आरभ्य तस्मिन् ग्रामे कर्षणकार्ये साहाय्यं कृतवद्भ्यः प्राप्ते फलोदये पञ्चमः भागः दीयते अद्यापि समीचीनम् अस्तु इदानीं तर्हि तत्र उषा भगिनी आरम्भतः आम् महोदय धर्मवती कस्मिंश्चित् लघुग्रामे कश्चन युवकः आसीत् इत्युक्ते लघुग्रामे न बृहत् इति नपुंसकलिङ्गं भवति बृहत् पुल्लिङ्गे बृहान् नास्ति लघु एव अस्ति ग्रामः ग्रामः लघु अस्ति तत्र एकः युवकः आसीत् सः कश्चन युवकः आसीत् सः महादरिद्रः सः धनिकः नास्ति तस्य धनं महादरिद्रः कस्याश्चित् विधवायाः कृषिक्षेत्रे कृषिं करोति स्म सः विधवायाः इत्युक्ते पति तस्याः पतिः नास्ति सः विधवा अस्ति इति तत्र कस्याश्चित् तत्र विभक्ति का कस्याश्चित् षष्टिविभक्ति तत्र पदच्छेदनं किं भवति कस्यचित् अस्ति तत्र नाम तत्र विधवायाः इति एव खलु तस्य विशेषणं खलु आं महोदय विधवायाः षष्टिः अस्ति तत्र अत्रापि षष्टि नाम कस्याः योगः चित् तस्याश्चित् तस्याः विसर्गः अस्ति तत्र कस्याः योगः चित् कस्याश्चित् कस्याश्चित् कस्याश्चित् विधवायाः कृषिक्षेत्रे सः कृषिं करोति महादरिद्रः युवकः कृषिं करोति महोदय अत्र विधवा बहुव्रीहिसमासस्ति विगतः धवः सम्यक् अस्ति वा यस्मात् सः यस्मात् सा सत्यं भगिनि सत्यं सत्यं तादृशमेव अस्ति सत्यं किमस्ति महोदय वदतु भगिनि पुनः वदतु निवेदिता भगिनि विगतः धवः धवः पति विगतः धवः यस्मात् सा विगतः नाम इदानीं जो निकल गया है उसके उसके पास से जो नहीं है अभी उसके पास उसके पास से निकल गया है ऐसा पति ऐसी वो मतलब जिसके पास से पति नहीं है जिसके पास पति नहीं है जिसका पति की जिसके पति की मृत्यु हो चुकी है अब उसके पास नहीं है विगतः एकवारं वदतु भगिनी विगतः पति यस्मात् सा सम्यक् अस्ति तादृशमेव अस्ति भगिनि सत्यं यस्मात् अस्ति वा भगिनि तत्र यस्य उसके पासे न तो मतलब वहां पे अपादान है वियोग है ना ओके तत्र यस्याः इति प्रायशः भवेत् यस्याः इति पञ्चमी इति यस्याः अत्र सा अस्ति खलु स्त्रीलिङ्गरूपमस्ति अतः यस्याः यस्याः इत्युक्ते विगतः पतिः यस्याः यस्याः वा यस्मात् वा यस्याः किन्तु पञ्चमी अस्ति पतिः तस् नाम तत्र पञ्चमी तत्र विभजनम् इति पञ्चमी भवति खलु यस्मात् यस्याः यस्मात् इति अर्थे किन्तु स्त्रीलिङ्गरूपं तावदेव यस्याः इति तत्र सा विधवा यथा निर्धनम् अस्ति खलु तत् तत्वत् न निर्धनः निर्गतः धनं तथैव न तथैव तथैव निर्धनः सत्यं सत्यं भगिनि हा निर्गतः धन धनं यस्य सः निर्धनः इति तथैव उत्तमं भगिनि हा हा उत्तममस्ति भगिनि हा तर्हि समासः भगिनि अग्रे अस्तु महोदय सा तु नितरां कृपणा आसीत् सा तु विधवा तु नितरां सर्वदा कृपणा आसीत् तस्याः पार्श्वे धनं नास्ति धनं न कृपणं कृपणा इति किञ्चित् भिन्नं खलु मैसर् इति अस्ति महोदय सत्यं समीचीनं युवकेन महता श्रमेण कर्षणं कर्तुं चेत् अपि एकस्मिन् कर्षणं कृतं कृतं चेदपि कर्षणं कृतं प्रिण्टिङ्ग् अस्ति महोदय तत् तस्य उपरि अथ कृतं चेदपि एकस्मिन् पर्वसमये किमस्ति महोदय तत् पर्वसमये न महोदय पर्वसमये शालिसस्य मञ्जरीषु धान्यानि नैव उत्पन्नानि युवकः तु महता तृतीया तत्र तृतीया एकवचने श्रमेण कर्षणं करोति सर्वदा यत्र विशेषणं विशेषम् अस्ति तत्र महता श्रमेण इति तत्र एकस्मिन् समये वक्तव्यं महता श्रमेण युवकेन महता श्रमेण युवकेन इति तृतीया अस्ति किन्तु तत् भिन्नं तृतीया इति किमर्थमिति कारणं भिन्नम् अस्ति महता श्रमेण इति तृतीया अस्ति तस्य तृतीया विभक्तेः कारणं भिन्नं खलु युवकेन कर्षणं कृतं कथं कृतं कर्षणं महता श्रमेण कृतम् अस्ति सः युवकः तु महता श्रमेण कर्षणं करोति परन्तु कृतवान् परन्तु पर्वसमये शालिसस्य मञ्जरीषु धान्यानि न एव उत्पन्नानि धान्यानि न उत्पन्नानि शालि मञ्जरीषु मञ्जर्यः सन्ति किन्तु ते तासु धान्यानि न उत्पन्नानि नैव न एव अकार एकार वृद्धिसन्धि उत्तमं भगिनि तथैव अस्ति तद् दृष्ट्वा कुपिता सा विधवा तव पादगुणः असमीचीनः स्यात् तद् दृष्ट्वा कुपिता सा विधवा कुपिता अभवत् किमर्थम् इत्युक्ते कुपिता अभवत् किमर्थम् इत्युक्ते सा चिन्तयति युवकस्य पादगुणः समीचीनं न अस्ति इति न सा किमर्थं कुपिता अभवत् यतोहि तत्र धान्यानि न उत्पन्नानि अतः कुपिता अभवत् तस्मात् कारणात् सा कुपिता अभवत् सा वदति युवकस्य पादगुणः समीचीनः न अस्ति इति यतोहि तत्र पादगुणः एव तत्र तेनैव तत्र यदि कृषकार्ये तत्र सम्यक् रीत्या तत्र भवति न वा इति भवति खलु, नाम तत्र यदि पादगुणः उत्तमः अस्ति चेत् कृषिकार्ये तत्र सक्सेस् सिद्धिः भवति, धान्यानि उत्पन्नानि भवति. किन्तु अत्र न अभवन्, अतः तस्य पादगुणः सम्यक् नास्ति इति सा चिन्तयति, सा उक्तवती. इतः गच्छ त्वम् इति तर्जयित्वा तस्मै वेतनमपि अदत्त्वा तं गृहात् प्रेषितवती. तस्य पादगुणः सम्यक् नास्ति, अतः त्वं इतः गच्छ, गृहात् बहिः गच्छतु. सः सा वेतनमपि न वेतनमपि न दत्तवती. वेतनमपि न दत्तवती, समीचीनम्. तत्र अदत्त्वा इति अस्ति, सत् समीचीनं वा? अदत्त्वा जबन्तं भवेत् वा अथवा त्वान्तं भवेत् वा? दत्त्वा किमर्थं महोदय? अपि अदत्त्वा, अदत्त्वा इति अस्ति, किन्तु अदत्त्वा समीचीनं नयतत्पुरुषसमासः अस्ति खलु, न दत्त्वा. दत्त्वा हा, नाम दत्त्वा इति समीचीनं खलु, दत्त्वा इति, यतोहि तत्र उपसर्गः नास्ति खलु, दत्त्वा त्वान्तं भवति, ल्यबन्तं नास्ति, दत्त्वा. अत्र केवलम् अ इति उपसर्गः नास्ति, तत्र न इति अर्थेव अस्ति, तावदेव खलु. न दत्त्वा, न दत्त्वा, अतः अदत्त्वा, अतः सम्यक् एव. तत्र मनसि क्लेशः मा भवेत्, मा भूत् इति अतः एव उक्तवान्, तावदेव. तत्र गत्वा आगत्य, तत्र आ इति उपसर्गः अस्ति, किन्तु अत्र अ इति उपसर्गः नास्ति, अ इति न इति अर्थे अस्ति खलु. तं गृहात् प्रेषितं, गृहात् प्रेषितं अग्रे. एतद् दृष्ट्वा जनाः परस्परम् अवदन्, तया देवाः न प्रार्थिता प्रार्थिताः. कया? तया देवाः न प्रार्थिताः. एतद् दृष्ट्वा जनाः परस्परम् अवदन्, परस्परं किं किम् अवदन्? तया, तया इत्युक्ते कर्म तृतीयवर्ति, तया देवाः न प्रार्थिता. कया? तया इत्युक्ते कया? विधवाया, विद रूपं, किन्तु सत्यं रूपं सम्यक् रीत्या वदतु. विधवया हा, लतया खलु, लता लतया, विधवा विधवया, विधवया देवाः न प्रार्थिताः, नाम विधवा सम्यक् न शृणोमि महोदय. विधवा देवान् न प्रार्थितवती, प्रार्थितवती, प्रार्थितवती देवान्, देवान् न, देवान् न प्रार्थितवती. देवान् इति भवेत् खलु, यतोहि कर्मपदं. देवाः न प्रार्थिताः, देवाः न प्रार्थिताः तया, कर्मणि प्रयोगः. कर्तृप्रयोगः सा देवान् न प्रार्थिता प्रार्थितवती. देवाय नैवेद्यमपि न समर्पितं तया, तया तया इति न उक्तं, किन्तु देवाय नैवेद्यमपि तया न समर्पितं, समर्पितम्. अतः एव तस्याः सस्यमञ्जरीषु धान्यं न सञ्जातम्. देवान् न प्रार्थितवती, नैवेद्यमपि न दत्तवती देवान्, अतः एव देवाय, तत्र देवैः, तत्र क्षम्यतां, देवेभ्यः, चतुर्थी देवेभ्यः न दत्तवती, देवेभ्यः अतः सस्य मञ्जरीषु धान्यं न उत्पन्नानि अथवा न सञ्जातम्। हा धान्यं न सञ्जातम् उत्तमं। हा युवकेन कोऽपि दोषः न एव कृतः इति, अत्र तु युवकस्य कोऽपि दोषः नास्ति इति। युवकस्य दोषः नास्ति, युवकः किमपि अथवा कमपि दोषं न एव कृतवान् अस्ति। अस्तु समीचीनम्। अस्तु अग्रे इदानीं वेदा भगिनि। अस्तु महोदय। युवकेन विना भोजनं युवकेन विना भोजनं सः ग्रामः त्यक्तः, अन्यः ग्रामः गतः च। युवकेन विना भोजनं सः ग्रामः त्यक्तः, तप्रत्यय अस्ति, तत्कारणेन कर्मणि प्रयोगे युवकेन तृतीया विभक्ति। युवकेन विना भोजनं न कृतवान्, अपि च ग्रामं त्यक्तः सः इत्युक्ते युवकः विना भोजनं ग्रामं त्यक्तवान्, अन्यः ग्रामम् अपि गतवान्। हा उत्तमं। अन्यः अन्यं ग्रामं गतवान्। तत्र कस्यचित् क्षेत्रस्य मध्ये एकः कुटीरः दृष्टः, तत्र अन्यत् ग्रामे सः एक कस्यचित् क्षेत्रस्य, क्षेत्रं किम् इति न जानामि, कस्यचित् क्षेत्रस्य मध्ये एकः कुटीरः दृष्टवान्, सः दृष्टवान् कुटीरं दृष्टवान्। तत् समीपं गत्वा सः क्षेत्रम् इति भवती उक्तवती, क्षेत्रं किमिति न जानाति इति खलु, कस्यचित् क्षेत्रम्। हा किन्तु क्षेत्रम् इत्युक्ते जानाति खलु, तत्र कृषिक्षेत्रम्। कृषिक्षेत्रम् अस्तु अस्तु। हा कृषिक्षेत्रं नाम फार्म्। ओके। कृषिक्षेत्रे मध्ये एकः कुटीरः दृष्टः इति। ओके। तेन दृष्टः, युवकेन अथवा युवकः एकं कुटीरं दृष्टवान्। कृषिक्षेत्रमध्ये एकः कुटीरं दृष्टवान्, तत्समीपं गत्वा सः द्वारं ताटितवान्। कुटीरं समीपे गत्वा कुटीरस्य समीपं गत्वा स युवकः द्वारं ताडितवान् इति। ताडितवान् इत्युक्ते अन्य शब्दः अस्ति वा तस्य, ताडनं कृते शब्दः, तत्र द्वारं द्वारेण तत्र शब्दः कृतवान् खलु, ताडितवान्। अन्तभागतः आगता काचित् वृद्धा द्वारम् उद्घाट्य, किं भोः, अच्छा तदा तत्समये अन्तभागतः कुटीरस्य अन्तभागतः काचित् वृद्धा आगतवती, अपि च द्वारम् उद्घाट्यवती। न द्वारस्य द्वारम् उद्घाटितवती, अपि च किं भोः, किमर्थं द्वारताडनं कृतं भवता इति अपृच्छत्। तद् पृच्छति किं भोः, सः पृच्छति, सा पृच्छति किं भोः, किमर्थं ताडनं करोति इति सा पृच्छति, अपृच्छत्। समीचीनं। पृच्छति स्म इति, न पृच्छति स्म इति न कर्तुं शक्नुमः। पृच्छति स्म कदा भवति, यदि बहुवारं कुर्मः, बहुवारं कुर्मः यदि, भगिनी यदि भवती वदति बाल्यकाले अहं विद्यालयं गतवती, अथवा बाल्यकाले अहं विद्यालयं गच्छामि स्म, भेदः कः इत्युक्ते गच्छामि वर्तमानकाले अस्ति स्म इति कारणतः तस्य अर्थमस्ति भूत्काले कृतवती इति. समीचीनं, किन्तु बाल्यकाले भवति यदि भवति वदति भवती वदति अहं बाल्यकाले विद्यालयं गतवती इति एकवारम् एकवाक्यम् अस्तु. अन्यत् वाक्यमस्ति अहं बाल्यकाले विद्यालयं गच्छामि स्म. द्वयमपि भूतकाल अर्थः खलु, किन्तु भेदः अस्ति. भेदः किम्? यदि भवती वदति दिल्लीनगरम् अथवा तत्र दिल्लीनगरम् इति नास्ति, अस्तु तत्र अहं मैसूरुनगरं गतवती, बाल्यकाले अहं मैसूरुनगरं गतवती इत्युक्ते भवती किम् एकवारं गतवती इति वा इति अर्थः भवति, अथवा प्रायशः द्विवारं त्रिवारं गतवती. किन्तु अहं विद्यालयं गच्छामि स्म इत्युक्ते अहं प्रतिदिनं गच्छामि स्म, अनेकवारं गच्छामि. तत्र स्म इत्युक्ते बहुवारं कण्टिन्यूस् इति अर्थे, गतवती इत्युक्ते केवलम् एकवारम्. महोदय एक शङ्का पूछु, हलो पूछु, एक शङ्का पूछु मैं. वदतु वदतु भगिनी. हाँ, मुझे ऐसे पूछना है कि जो क्रिया बहुत पहले घट चुकी है उसके लिए हम, जैसे हम किसी स्टोरी में कहते ना, कोई किसी कथा में कहते ना कि बहुत पहले एक राजा था, तब हम वहाँ पे मोस्टली स्म का इस्तेमाल करते हैं ना. स्म तादृशं नास्ति भगिनि, तत्र केवलं भूतकाले एव, किन्तु बहुकालपूर्वम् इति अपि न सूचयति, केवलं भूतकालमेव सूचयति. हाँ, मतलब बहुत पहले कोई घटना घट गई है जो हमारे आँखों के परोक्ष है, तो उसके लिए हम स्म इस्तेमाल करते हैं ना. ना, तादृशं नास्ति भगिनि, तादृशं नास्ति, केवलं भूतकालमेव, तत्र परोक्षभूतकालम् इति किमपि नास्ति, केवलं भूतकालार्थकमेव स्म. अच्छा, फिर हम लोग मोस्टली कथा में स्म क्यों देखते हैं? यत्र यत्र तत्र कण्टिन्यूस् इति अस्ति, नाम विद्यालयं भवति विद्यालयं केवलम् एकवारं गतवती वा अथवा बाल्यकाले अनेकवारं गतवती वा. बाल्यकाले अहं विद्यालयं गच्छामि स्म, किन्तु अहं मौण्ट् एवरेस्ट् तत्र अथवा कैलास यात्रा एकवारमेव कृतवान् कृतवान् कृतवती भूत्काले भूत्काल इति अस्ति, किन्तु एकवारं वा अथवा द्विवारं वा इति एव सूचयति, किन्तु वारं वारं तत्र गच्छन्ति स्म. सः राजा पालनं सः राजा राज्यस्य उत्तमं पालनं करोति स्म. सः एकवारं पालनं कृतवान् इति नास्ति खलु, न वारं वारं करोति, पालनं करोति, बहुवारं करोति. हा, अतः कण्टिन्यूस् अस्ति चेत् स्म इति भवति. धन्यवादः धन्यवादः. अस्तु अस्तु, समयमपि जातः, किन्तु कथायाः मध्ये स्मः, प्रायशः अग्रिमे वर्गे समापयामः, तदनन्तरम् अग्रे गच्छामः खलु. अस्तु, तर्हि तर्हि तत्र उषा भगिनी तत्र अन्ते प्रार्थनां वदति वा, तदनन्तरं समापयामः. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय. धन्यवादः, पुनर्मिलामः. पुनर्मिलामः, नमस्कारः, धन्यवादः.